भगवत् भगिनी रिफ्रेश् करोतु, पेज् रिफ्रेश् करोतु. ओ ओ एवं नूतनभागः अस्ति वा? अस्मिन् आम. यस्य हलः इत्यस्मिन् वा? हलः तस्य अधोभागे अशपरस्विधौ तस्य अनन्तरं कर्णः. अस्तु लङन्त इति धातुः अस्ति न, तत्र क्लिक् करो. आम् आं भगिनि, तव्यत्तुमन् पृच्छति करपत्रे. यङ् धातु यङन्तधातूनां तव्यत्तुमन् तृजन्तरूपसिद्धिः इत्यस्मिन् भागे, तस्मिन् भागे यस्य हलत् अनन्तरम् अत्र प्रश्न आगतः तत्र. भव्य भगिनि व्यस्ता अस्ति इति भाति. आगतवती, क्षम्यताम्, आरम्भं भवति वा? अस्तु, कः आरम्भ करोति? आरम्भं करोमि भगिनि. करोतु भगिनि. सर्वदा अहं विलम्बेन आगता, अद्य एव टैम्. अस्तु, नमस्सर्वेभ्यः. अत्र प्रश्नः आगतः, यदि न श्रूयते उच्यतां, यस्य हलः इत्यनेन य शब्दस्य लोपानन्तरं यदा पुगन्तलघुपदस्य च इत्यनेन गुणः जायमानः तदा इतव्य इतुम् इतृ निमित्तं मत्वा अल्लोपः स्थानिवत् भवति इत्यस्मात् उपधागुणः यत्र बाधितः तत्र अल्लोपः स्थानिवत् इत्यस्य कथनेन अल्लोपस्य स्थानिवत्त्वम् अकारे एव वा सम्पूर्णशब्दे सम्पूर्णयशब्दे वा इति प्रश्नः. तत्र मात्रा उच्यते यत् अचपरस्मिन् पूर्वविधौ इत्यनेन परनिमित्तकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. अत्रैव सूत्रार्थे अस्यां परिस्थितौ समस्या जायते, यतोहि यशब्दस्य लोह अजादेशः एव नास्ति. अतः यशब्दस्य लोपप्रसङ्गः इति चेत् अचः परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिरेव नास्ति इति. एतावता अहं वदामि. अस्माकं वर्गे द्विवारम् आगतः प्रश्नः, यतोहि यस्य हलः इति यदा य हलुत्तरस्य य शब्दस्य लोपः भवति तर्हि तत् कथं स्थानिवत् भवति इति. के पूर्णतया य शब्दः स्थानिवत् अस्ति या केवलम् अ इति स्थानिवत् अस्ति इति बहु चर्चा जाता. मात्रा उक्तं यत् य शब्दस्य लोपः अजादेशः नास्ति, यतोहि तत् हल् वर्णः. केवलं य इत्यस्य य योगः अ तस्य अचः लोपः एव अजादेशः भवति. तेन कारणेन यदि य पूर्णशब्दः लोपः इति अस्माकं विचारः अस्ति चेत् तर्हि अचः परस्मिन् पूर्वविधौ इत्यस्य सूत्रस्य प्रसक्तिः एव नास्ति इति. अग्रे गमनीयं वा अन्य कोऽपि करेत्? इतोपि किञ्चित् समाधानत्वेन मात्रा प्रतिपाद्यते यत् यस्य हलः इत्यनेन य शब्दस्य लोपो न भवति, केवलं यकारस्य एव लोपः, तदा अतो लोपः इत्यनेन अकारस्य लोपः. अदन्ताङ्गस्य ह्रस्व अकारलोपो भवति आर्धधातुके प्रत्यये परे. प्रथमं यस्य हलः तदा अतो लोपः. अतो लोपः प्रथमं भवति चेत् यस्य हलः इत्यस्य कार्यप्रसङ्गे अकारस्य स्थानिवत्वात् यस्य हलः इत्यस्य प्रसक्तिः बाधिता. यतोहि हलपरस्य यश् यकारस्य एव आर्धधातुके परे भवेत्, अत्र अस्ति. यस्य हलः इत्यनेन यकारस्य एव लोपः. इयम् आश्चर्यस्य वार्ता, यतोहि यस्य हलः इत्यस्य काशिकाव्याख्यायां लिखितमस्ति यत् हल् उत्तरस्य यशब्दस्य आर्धधातुके लोपो भवति. सिद्धान्तकौमुद्याश्च यस्य इति सङ्घातग्रहणम्। हलप्रस्य यशब्दस्य लोपः स्यात् आर्धधातुके। तद् उत्तरे माता उक्तवती यत् ते यङन्तप्रक्रियार्थं न चिन्तितवन्तः, अग्रे अधोभागे पठितव्यम् इति। अत्र मात्रा एतदुक्तं यत् यस्य हलः इत्यस्मिन् सूत्रे पूर्णतया यकारस्य यशब्दस्य लोपः न भवति, केवलं यकारस्य एव लोपः भवति। तदा अतो लोपः इत्यनेन अकारस्य एव लोपः, इत्युक्ते सूत्रद्वयमत्र प्रवर्तितः। क्षम्यताम्, आरम्भतः समस्या का इति आरम्भतः कोऽपि वदति वा एकवारम्? हा, समस्या एतदस्ति, स्थानिवद्भावः प्रथमं कार्यं किम् अस्ति? उदाहरणार्थम् अत्र इति न न अस्तु बेबिध्य अस्तु वेभिज्य इति वेभिज्य इति अस्ति, वेभिज्य इति दत्तमस्ति, अथवा लेलिख्य उपरि गमनेन लेलिख्य इति अस्तु। लेलिख्य इत्यत्र यदि य शब्दस्य लोपः भवति तर्हि उपधायाम् इकारः अस्ति, लेलिख् इति अवशिष्यते। लेलिख् इति इत्यस्मिन् शब्दे इकारः उपधायाम् अस्ति, तर्हि अत्र पुगन्तलघुपदस्य इति अत्र आगत्य कार्यं कर्तुम् इच्छति। लेलेख्य लेलेख् इति लेलेखितव्यः इति भवेत्, परन्तु तत्रूपम् अनिष्ठं, तत्रूपं बाधितं भवेत् इति। अत्र अचः परस्मिन् पूर्वविधः इति कृत्वा अचः स्थानिवत् भवति। यदि अचः स्थानिवत् भवति इत्युक्ते स पुगन्तलघुपदस्य इति सूत्रम् अकारस्य लोपः, अचः लोपं न पश्यति। पुगन्तलघुपदस्य इति सूत्रस्य कृते अकारः लेलिख्ये इत्यत्र य शब्दः तत्र अस्ति एव, इत्युक्ते अशब्द अ इति अस्ति, तेन कारणेन लेलेख्य लेलेख् इति न भवति इति। तदा प्रश्नः प्रश्नः आगतः यत् य शब्दस्य यत् लोपः अस्ति तत् कथं वा अजादेशः, यतोहि तत् य शब्दः अस्ति। अजः परस्मिन् पूर्वविधः इत्युक्ते परस्मिन् परे कार्यमस्ति आर्धधातुके प्रत्यये परे, पूर्वविधिः अस्ति लेलिखि इत्यत्र पुगन्तलघुपदस्येन गुणकार्यं करणीयं। तर्हि यकारः तु अजादेशः नास्ति, तत् कथं वा एतावदा वयं वक्तुं शक्नुमः इति। केवलम् अकारस्य लोपः चेत् तत्र वक्तुं शक्नुमः यत् अत्र अजः परस्मिन् पूर्वविधः इति। तेन कारणेन मात्रा उक्तं यत् यतोहि अस्य विवरणं काशिकायामपि अस्ति, सिद्धान्तकौमुद्यामपि अस्ति। सिद्धान्तकौमुद्यां सङ्घातग्रहणम् इत्युक्ते यकारस्य अकारस्य द्वयोः अपि ग्रहणं करणीयम् इति। यदि तत् गृहीतं तत्र य शब्दः अच् नास्ति, तेन कारणेन अश परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः एव नास्ति इति अस्ति। तस्य समाधानत्वेन तया उक्तं यत् य इत्यस्य प्रथमलोपं भवति, तस्य पश्चात् अतो लोपः इत्यनेन अकारस्य अपि लोपः भवति। तत् लोपः अच परस्मिन् पूर्वविधौ इत्यनेन पूर्वकार्यं बाधते। पूर्वकार्यमस्ति सुगन्तलघुपदस्य तत्र आगत्य उपधायां स्थितस्य इक्वर्णस्य गुणं कर्तुम् इच्छति चेत् तत् न भवति, यतोहि अत्र अच् अस्ति, तत् तस्य लोपः न दृष्टः। अच परस्मिन् पूर्वविधौ इत्यनेन अच् स्थान अचः लोपः स्थानिवद् भवति इति। तादृशचिन्तनम् आम् आम् भगिनि, अवगतम्, अधुना अवगतम्। यदा अथो लोपः इति जायते तदा तु स्थानिवद्वं भवति खलु? आम् आम् परनिमित्तिकः जातिशः अस्ति। अतो लोपः इत्यस्य कुत्र आशयः कः अस्ति? अतो लोपः इति अजन्ताङ्गस्य ह्रस्वकारस्य लोपः भवति आर्धधातुके प्रत्यये परे इति उपदेशे। आर्धधातुकप्रत्यये तु अस्ति, तस्य पूर्व अजन्ताङ्गस्य ह्रस्वकारः अपि अस्ति, परन्तु यदा यकारस्य लोपः भवति तदापि अकारः तत्र अवशिष्यते खलु, तत् अकारस्य लोपः अतो लोपः इत्यनेन भवति इति। अत्र उभयमपि तत्र असिद्ध अत्र अभावत् इत्यमिन् अस्ति खलु. तदपि तस्यापि चर्चा अभवत्. उद्या भगिन्या उक्तं यत् असिद्धवत् असिद्धवत्राभात् इत्यस्य प्रसङ्गे द्वयोरपि स्थानम् एकमेव स्यात् इति. द्वयोरपि सूत्रयोः स्थानम् एकमेव स्यात्. पुगन्तलघुपदस्य कार्यमस्ति लघु इक्वर्णे केवलं हा. अपि च यस्य हल इति यकारस्य लोपः. स्थानं भिन्नमस्ति इति असिद्धवत्राभात् इति अत्र कार्यं न करोति. अपि च वर्गस्य अन्ते लक्ष्मीभगिन्या उक्तं तदपि सत्यमस्ति, यतोहि अहं तस् चाट् मध्ये स्थापयामि. आदेः परस्य इति एकं सूत्रमस्ति. आदेः परस्य इत्यनेन सूत्रेण किं भवति इत्युक्ते, पूर्वनिमित्तम् अस्ति चेत्, यतोहि हल् उत्तरस्य यकारस्य लोपः भवति खलु, पूर्वनिमित्तं दत्त्वा कार्यम् उच्यते, अयं लोपः य इति पूर्वस्य वर्णस्य एव लोपः भवति. आदिमवर्णस्य एव लोपः भवति, अकारस्य लोपः न भवति. यदि यकारः लोपः भवति अ अवशिष्यते, तत्पश्चात् अतो लोपः इत्यनेन अकारस्यपि अपि लोपः भवति इति. एतत् उदाहरणं मया अष्टाध्यायात् उन्नीतं, तत् अहं चाट् मध्ये स्थापयामि. किं किं किम् उदाहरणम्? आदेः परस्य इति अत्र चाट् मध्ये स्थापयामि. तु हा, एतदस्ति आदेः परस्य सूत्रस्य अपि कार्यं भवितुम् अर्हति. निर्देश्य तस्मात् अनन्तरं विद्यमानस्य शब्दस्य युक्तः आदेशः तस्य प्रथमवर्णस्य स्थाने विद्यते. आदेः परस्य किं भवति? शिष्टं निमित्तं निर्दिश्य तस्मात् अनन्तरं विद्यमानस्य शब्दस्य उक्तः आदेशः तस्य प्रथमवर्णस्य स्थाने विद्यते. अपि महोदयेन एतदुक्तं यत् मात्रा एतदपि उक्तं, परन्तु तेन एतत् न स्थापितं नोट्स् मध्ये न स्थापितं. मात्राभिः एतदुक्तम् इति सः अवदत्. इति अत्र अत्र कः सम्बन्धः अस्य आदेः परस्य? यदि यस्य हल इत्यनेन यकारस्य लोपः न भवति, परन्तु आदेः परस्य इत्यनेन सूत्रेण अत्र हल् उत्तरस्य यकारस्य केवलं परिभाषासूत्रमस्ति खलु, तस्य स्वयं कार्यं किमपि नास्ति. अतो लोपः इति उद्दिश्य वदति वा? तद् न जानामि. यतोहि अत्र आददासुकस्य हल्वर्णात्परस्य य इत्यस्य हलः यकारस्य आदे अत्र एव अस्ति. य इत्यस्य यस्य हलः इति लोपः, आदेः परस्य इत्यनेन केवलं य इति व्यञ्जनस्य एव लोपः क्रियते. तर्हि यस्य हल इति सूत्रस्य सहायेन यस्य हलः इत्यस्मिन् केवलं य शब्दस्य नास्ति, आदेः परस्य इति सूत्रेण केवलं यकारस्य हलः इति विधीय इति परिभाषायाख्यानेषु य शब्दः इति दत्तः, तथापि आदेः परस्य इति परिभाषेन परिभाषया तत्र आदिमवर्णस्य एव लोपः भवति, न तु पूर्णशब्दस्य इति. तद् लक्ष्मीभगिन्या उक्तं, तत्पश्चात् मया एतद् दृष्टम् अपि च अत्र स्थापितं मम नोट्स् मध्ये. भगिनी बहु समीचीनम् अस्ति, चिन्तनम् अस्तु. अत्र यस्य इति सङ्घातग्रहणम् इति तत्र तत् किं जायते जानन्ति अवगत्य हा. अत्र सङ्घातग्रहणं न करणीयमिति मातुः अभिप्रायः. केवलं यस्य यकारस्य लोपः, पश्चात् अतो लोपः इत्यनेन अकारस्य लोपः. अपि च पदमञ्जर्याम् उक्त एतद् अधोभागे लिखितमस्ति. अग्रे कापि पठति चेत् पदमञ्जर्याः विषयमपि अत्र दत्तमस्ति. अवयवशः लोपं करणीयं, न सङ्घातग्रहणमिति कृत्वा तत् न करणीयम्. अवयवशः इत्युक्ते अवयवद्वयमस्ति खलु, यकार अकार इति. अवयवशः तेषां लोपकरणीयमिति पदमञ्जर्यामेव उक्तमस्ति इति तस्य उदाहरणं पा पच् शब्दस्य उदाहरणं दत्तमस्ति अधोभागे अस्ति भगिनि अन्य कोऽपि पठति किं लेलिखे इति अतः अस्तु अपि यत् इदानीम् अनुच्छेदं विमला भगिनी पठितवती तत्र अन्यप्रश्नः आगतः केन क्रमेण द्वय ये द्वे सूत्रे तेषां प्रसक्ति भवति यदि यस्य हल प्रथमं करणीयं तदनन्तरम् अतो लोप भवति यदि अतो लोप प्रथमं कृत्वा तदनन्तरं यस्य हल यदि करो कुर्मः का स्थितिः भवति इति अपि चर्चा अभवत् अस्तु यदा इदानीं महोदय लिखितवान् यस्य हल प्रथमं करणीयं यकारस्य लोपः भवति तदनन्तरम् अकारः अवशिष्यते तत् अकारः तु लोपेन लोप भवति तदनन्तरं पूर्वस् अच परस्मिन् पूर्वस्मिन् पूर्वविधौ परस्मिन् पूर्वविधौ अजादेश भवति तदनन्तरं रूपं सिद्धिः भवति कारणं कि पुगन्तलघुपदस्य इति कार्यं बाधं भवति इदानीं यदि सूत्रक्रम पश्यतु अतो लोप अस्ति 6448 यस्य हल अस्ति 6449 ओके तो प्रथमं किं करणीयम् अतो लोप वा यस्य हल प्रथमं करणीयं साधु परसूत्रं प्रथमं सप्ताध्यायां चिन्तयामः परसूत्रम् इति कदा भवति यदि अन्यत्र लब्धावकाशः अस्ति परिति वयं न चिन्तवन्तः वयं यस्य चिन्तवन्तः यदि यस्य हल तस्य प्रथमं कुर्मः यदि अतो लोपः इति पूर्वसूत्रम् अस्ति तस्य कार्यं यदि प्रथमं भवति अतो लोपनेन अकार लोप भवति तदनन्तरं यकार अवशिष्यते तु कथं यस्य हल तस्य प्रसक्तिः भवति कारणं कि यस्य हल अनेन यशब्दस्य इति दत्तमस्ति न तु यकार सूत्रे तु यशब्दस्य इति उल्लिखितमस्ति साधु निमित्तानि पूरितानि न भवति केवलं यकार तत्र एक समाधानम् आगच्छति यत् यस्य हल यदि आगच्छति तत्र अतो लोपस्य अजादेश भवति पुनः तत्र अजादेश भूत्वा यस्य हल इति कार्यं करोति न करोति इति उक्तं यत् यतोहि तदा अकारस्य द्विवारं लोपः भवति तत् न इष्टं भवति द्विवारं न करणीयं तस्य कौण्टर् चर्चा अस्ति द्विवारं कथं लोपः भवेत् प्रथमम् अकारलोपः भवति यस्य हल पुनः एकपदस्य एकवर्णस्य द्विवारं लोपः न कर्तुं शक्नुमः इति साधु नास्ति अतो लोप प्रथमं करणीयं तदनन्तरं यस्य हल इदानीं यदि यस्य हल प्रथमं करणीयं तदनन्तरम् अतो लोप करणीयं तु यस्य हल यदि यकार एव वयं स्वीकुर्मः न तु पूर्णशब्द इति आगच्छति तत्रापि एका चर्चा आगतः तु कथं यस्य हल अतो लोप इति अनेन प्रथमं यदि अतो लोप भवति तु यस्य हल तस्य कार्यं कथं भवति यदि अकारः परे नास्ति इति एका चर्चा आगता इति तस्य निषेधं कृतवान् कारणं कि यथा विमला भगिनी इदानीम् उक्तवती लोप द्विवारं न भवितुं शक्नोति किन्तु अन्य इति अस्ति असिद्ध अत्र असिद्धात्र वा भा साधु द्वये अत्वलोप यस्य रति अधिकार अस्ति द्वयसूत्रयोः सो यदि अतो लोप प्रथमं कार्यं करोति अकार यदि लोप जातः यस्य हल इति न पश्यति यस्य हल अतो लोपस्य कार्यं न तस्य कृते अतो लोपकार्यम् असिद्धम् अस्ति तो इदानीं यस्य हल कार्यं करोति इति एका चर्चा आगता किन्तु तत्र निषेध कृतवान् कारणं कि यदि असिद्धत्रावाभात् तस्य कृते स्थानं समानं भवेत् अतो लोपस्य स्थानं केवलम् अवर्ण अस्ति यस्य हलस्य स्थानं यकार अकार वर्णद्वयम् अस्ति तो अतः असिद्धत्रावाभात् इति तस्य कार्यं न भवितुं शक्नोति अत्र अपि तु इदानीं विद्याभगिनी भगिन्या मतमस्ति सा मातुः मतम् इति स्वीकरोति केवलं यकारस्य लोपः भवेत् न तु सम्पूर्णय शब्दस्य लोपः भवेत् इति अग्रे पठामः तत्र एकम् अन्यम् उदाहरणमपि अस्ति पदमञ्जरी अस्तु इदानीं लेलिख्ययोग इत्यव्य यस्य हल इत्यनेन यकारलोपः भवति लेलिख योग इत्यव्य अतो लोप इत्यनेन अल्लोप लेलिख योग इत्यव्य अच परस्मिन् पूर्वविधौ इत्यनेन कार्यस्य स्थानिवत्वात् पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं न भवति लेलिखितव्य इदानीं यत् प्रक्रिया दत्तमस्ति यथा मातुः मतमस्ति तस्य आधारेण अत्र प्रक्रिया दत्तम् यथा भगिन्या उक्तं तत्र किम् अस्ति आदेहे परस्य इत्यपि परिभाषया चिन्तयामः चेत् तत् अन्तिम यदि तत् अपि भवति महोदय उक्तवान् तदपि तेनैव कारणेन मातुः मतं तत्र तत्र समीचीनं सङ्गच्छति आमाम् मातुः मतम् अनुसारं यकार एव लोपः भवति न तु यकार अकारयोः यदि यकारस्य लोपः भवति यस्य हल यदि अपि आदेपरस्य इति परिभाषासूत्रं स्वीकुर्मः तस्य आधारेण यत् यस्य हल यदि हल अस्ति पञ्चमी विभक्त्याम् उक्तमस्ति सो हल् परे तो हकार परे यत् य अस्ति तस्य लोपः भवति इति उक्तवान् महोदय तो तद् अत्यनेन यकारलोपः भवति सो लेलिखयोग इत्यव्य तु इदानीं लेलिखयोग इत्यव्य अकार अन्तिमवर्णः अस्ति तत्र अतो लोप इत्यस्य अवकाश शक्ति प्राप्तिः अपि भवति सो लेलिख लेलिख तव्य इदानीम् अच परस्मिन् पूर्वविधौ अनेन यत् अकारस्य लोप अभवत् इदानीम् परनिमित्तिकम् इदानीमपि अस्ति इत्यव्य पूर्वमपि अस्ति तो अच परस्मिन् पूर्वविधौ परस्मिन् परनिमित्तिक अजादेश आनीतव्यं स्थानिवत् एव सो अजादेश भवति स्थानिवत् इति भूत्वा पूर्वविधि यत् पुगन्तलघुपदस्य कार्यमस्ति पूर्वं यत् इका उपधायाम् इकार अस्ति तस्य गुणबाधितं भवति तो लेलिख योग इत्यव्य वर्णमेलनं भूत्वा लेलिखितव्य इति भवति न तु लेलेख लेलेखतव्य इति न भवति इति लेलेखितव्य इति न भवति अत्र अपि एक मम मनसि इदानीं विश्रमति अहं विद्याभगिनी किम् उक्तवती सा उक्तवती यदि अतो लोप अस्ति अतो लोप उपदेशे इति अनुवृत्तिसूत्रम् अतो लोप वदति अकारस्य लोप आर्धधातुकप्रत्ययपरे उपदेशे भवति इदानीम् उपदेश तु नास्ति यदि अकारस्य लोपः अभवत् तदनन्तरम् अकारस्य उपदेशे इति प्रक्रियायाम् उपदेशे इति मन्तव्यम् इति ओ अतो लोपः इत्यस्य वा आमां तु तत्र अपि एकं समस्या इति उद्घाटितवन्तः आमामाम् किन्तु अत्र अष्टाध्यायी डाट् काम् मध्ये तु उपदेशे इति न स्वीकृतम् उपदेशावस्थायाम् इति न स्वीकृतम् केवलम् एकस्मिन् नाटिकायाम् उपदेशयति उक्तं सर्वे आगामी सर्वत्र न उक्तं सर्वत्र न उक्तम् आगामी सप्ताहे पुनः महोदय बालमनोरम्याम् उक्तमस्ति उपदेश इति ग्रहणम् अनुवर्त एकस्मिन्नेव परन्तु सर्वत्र न उक्तम् उपदेश अहं प्रयत्नं कृतवती किन्तु मम अवगमनं न अभवत् यदि उपदेश इति नास्ति चेत् सर्वत्र लोपः भवितं भवति खलु प्रक्रियायाम् अपि लोपः भवति खलु तदा तु साधुरूपं न प्राप्नुमः इत्युक्ते उपदेशे इत्येव मन्तव्यम् इति समीकृतम् लेकिन् मम प्रश्नः अस्ति यथा लेलिक् यथा वयं पूर्वं सनन्ददातव कृतवन्तः तथा तु लोपस्य इति स्वीकृतवन्तः साधु तत्रापि अतिदेशधातुः अस्ति न तु उपदेशधातुः अस्ति कथम् अतो लोप तस्य कार्यं अत्र नूतनधातुः प्राप्ता खलु अधुना नूतनप्रक्रिया आरब्धा यत्र धातुम् उपयुज्य नूतनप्रक्रिया आरब्धा तत्र तु उपदेशावस्थायां वर्तते तादृशम् ओ मम चिन्तनमस्ति उपदेश अवस्थायां यत् मूल धातुः अतिदेशिकधातुः वा भवतु उपदेशिक उपदेशधातु उपदेशिकधातुः वा भवतु तस्य उपदेश अवस्थायाम् इति इत्युक्ते तस्य रूपं कृत्वा आदिम यः यत् रूपम् अस्ति तस्मिन् रूपे इति अस्तु तु इदानीं यदि यकारलोपः भवति तद् उपदेश अवस्था नास्ति इदानीं यकारः आमां यदा यदा यदा विकृतिः जायते यदि यदि यकारः लुप्यते तथापि उपदेश अवस्था अवशिष्यते किमर्थम् इत्युक्ते पुच्छः गच्छति चेत् शुनकः एव खलु किन्तु विकृतिः अस्य अपि न आम् किमर्थं योजनं जायते चेत् किमपि विकरणप्रत्ययस्य वा अन्यप्रत्ययस्य योजनं जायते चेत् तदा तु उपदेशावस्था नास्ति किन्तु तावत्पर्यन्तं प्रत्ययस्य योजनपर्यन्तं तस्य उपदेशावस्था एव अस्ति इति कृत्वा चिन्ता नास्ति इति इदानीम् अवगमनं अरुण भगिनी पठति वा अग्रे नमस्ते भगिनि क्षम्यतां किं पठनीयं भगिनि अत्र लेलिख्ययोग इतव्य इति स्थले तत्र यथा उक्तं माता वदति यत् यथोक्तं यथोक्तं माता वदति यत् यस्य हलः इत्यनेन या शब्दस्य लोपः यदि स्यात् तर्हि अतः परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः एव न भविष्यत् यतोहि अतः एव स्थाने बद्धं विधीयते तत्र च अकारस्थाने नास्ति अपि तु या शब्द एव स्थानं तस्यां दशायां स्थाने दत्तं न भवति मातवती यस्य हलः सूत्रं वदति आदुदार्थकप्रयपदे यशब्दस्य लोपः भवति परन्तु या शब्द यकार अकार समस्त पदशब्दस्य लोपः भवति तदनन्तरम् अतः परस्मिन् पूर्वविधं कार्यं कर्तुं न शक्यते किमर्थम् इति चेत् अकारः नास्ति एव ततः या शब्द एव स्थाने वर्तते भवति अतः नास्ति खादि भगिनि मातु वदति पठतु लेलिख्य एतव्य इति स्थाने प्रथमम् अतो लोपः इत्यनेन एव अकारस्य लोपः भवति न तु यस्य हलः इत्यनेन प्रमाणार्थं यस्य हलः इत्यस्य पदमञ्जरी व्याख्यायां माता प्रदर्शितवती यत् अवश्यं च अतो लोपः एव अत्र इष्टम् इष्टम् अन्यथा पाचक इत्यादौ अत उपादायाः इति वृत्तिः स्यात्. स्थानिवत् भावात् न भवति. तस्मात् सङ्घातश्च ग्रहणम् अवयवः लोपः लोप इति तदेव उक्तम्. उदाहरणं पच् व्यवहयन् पापच् इति रूपं भवति. पापच्य नृत्य प्रयोज प्रेरणार्थे अस्ति. तदसमये यस्य हलः पश्यन् आकारसहित यकारस्य लोपः लोपेन अतः परस्मिन् पूर्वविदो इत्यस्य अप्रसक्तिः. स्थानिवत् भावात् अभावात् अत अपदायः इत्येन वृद्धिपाचका इति अनिष्टरूपम्. यदि क्रमेण यस्य हलः इत्यनेन यकारस्य लोपः क्रियते अपि च असौ लोपः इत्यनेन अकारस्य लोपः तदा अचः परिवर्तनो इत्यस्य स्थाने अर्थोपदायः इत्यनेन वृद्धिः नास्ति. तस्मात् पापचक इति इष्टं रूपं जायते. अत्र पच् दातु रूपमस्ति. पापच्च नून् प्रत्ययपरिणे प्रथमं यस्य हलः इति सूत्रेण केवलं यकार एव लोपः भवति. अकार अपि अवशिष्यते. तदनन्तरम् अचः परस्मिन् पापच् यस्य हलः सूत्रेण अकारसहितयकारलोप भवेत् चेत् अतः परस्मिन् पूर्वविदो इत्यस्य प्रसक्तिः न. स्वानिवत्तभावात् अतः अत उपदाय इत्येन अत उपादायः इत्यनेन वृद्धिः पापचका इति अनिष्टरूपं भवति. तदेव प्रथमं कस्य हलः इति सूचने अकारलोपः क्रियते. तदनन्तरम् अकार अतो लोपः इत्यनेन अकारस्य लोपः भवति. अचः परस्मिन् पूर्वविद इत्यस्य सूत्रं वदति इत्यस्थानिवत् अस्ति. अतः अत उपादाय इति वृद्धिपर्तुं न शक्यते. तदहं मम अवगमनम् अस्ति यस्य हलः प्रथमं करणीयं तदनन्तरम् अतो लोपः इदिनेन आकारलोपः क्रियते. अत्र अतस्पुरस्मिन् पूर्वविदौ कार्यं भवति वदति. अत्र अकारस्थाने वत् भवति. अचः परस्मिन् अच स्थाने वत् इति वदति. अतः उपादायाः वृद्धिः न भवति. समाप्तं खलु. सरला भगिनी, महोदय अग्रिम वासरे अभ्यासं किं करिष्यति? सः उक्तवान् पुनः एतत् सूत्रस्य समाधानं कृत्वा तदनन्तरम् अभ्यास. आम्, केवलं भवती आदेः परस्य इति योजयामः, तदनन्तरं तत्र पुच्छस्य लोपः जायते चेत् अपि पुच्छः क्षम्यतां शुनकः शुनकः इति स्वीकुर्मः चेत् तत्र सूत्रमस्ति खलु, किं सूत्रमस्ति भगिनि? तत्र व्याकरणरूपेण वदन्ति खलु, पुच्छस्य शुनकस्य पुच्छः नास्ति चेत् अपि शुनकः एव इति अपि इत्यस्य अपि महोदय चिन्तनं कृत्वा द्वितीय आदिपरस्य तृतीयम् अतोलोपयदि प्रथमं कुर्मः तदनन्तरं यस्य अल्ल कुर्मः आगति इत्यस्य प्रश्नाः ये आगताः अस्ति तत्र व्याकरणांशः कः अस्ति तत्र किं किं वदामः वयम् शुक्शुको न महोदय पृच्छति खलु भानुकुमार सः नास्ति न सः वदिष्यति खलु यत्र शुनकस्य पुच्छः महोदय अपि न तस्य अहं पृच्छामि भवतीं पृच्छामि किम् अस्ति इति परिभाषा नाम अस्ति एक किमस्ति विकृति विकृतिस्यापि अभावे आमामां विकृति नाम अस्ति तत्र एक परिभाषा सूत्रमस्ति मम पार्श्वे इदानीं मम पुस्तकं नास्ति विकृत्यस्य अपि स्वरूप महोदय अपि बहु बहुवारं वदति इति वदति आमाम् आमां तर्हि अवगतं सम्यक् अवगतं भगिनि अद्य इदानीं द्वितीय उदाहरणम् इति पापच्य रूमल् इति दत्तमस्ति यत्र अनिष्टं रूपम् आगच्छति यद् यकार एव रूपद भवेत् एकदेश विकृत्यस्य अनन्यवत् इति आमां तत् परिभाषा किम् आं भगिनि परिभाषा अस्ति एकदेशविकृतस्य अनन्यवत् यद्यपि एकदेशे विकृतिः जाता तथापि अनन्य तद् अन्यः नास्ति तस्य लिङ्क् प्रेषितुं शक्नोति किम् अत्र स्थानिवदादेशनल्विदौ इत्यस्मिन्नपि अस्ति भगिनि तत्र महाभाष्ये उक्तमस्ति एकदेशविकृत्यस्य उपसङ्ख्यानम् इति उक्तमस्ति महाभाष्ये अनन्तरं दत्तबोधिन्यां तु तत्र एकदेशविकृतस्य अनन्यवत्वात् अनन्यवात् इति तत्र बहुत्र उक्तमस्ति भगिनी परिभाषासूत्राणि अपि पाणिनीयसूत्राणि सन्ति न भगिनि साक्षात् परिभाषासूत्राणि सन्ति उदाहरणार्थम् आदेः परस्य इति परिभाषासूत्रमस्ति किन्तु एतत्तु सूत्रं नास्ति क्षम्यताम् एतत्तु सूत्रं नास्ति केवलं परिभाषावाक्य काशिकावाक्यम् अस्ति काशिकावाक्यं वा तादृशव्याख्यानेषु तत्त्वबोधिनीवाक्यव्याख्यानं भवति तादृशव्याख्यानम् एतद् स्थानिवत् नल्विधौ इत्यस्मिन् अस्ति किम् स्थानिवद् अनिल्विदौ इत्यस्मिन् अपि उक्तम् अस्ति तस्मिन् सूत्रे अस्ति तस्मिन् सूत्रे तत्र काश् महाभाष्ये अनन्तरं कुत्र तत्त्वबोधिन्याम् अस्तु अस्तु पश्यामि भगिनि एक परिच्छेदम् अस्ति अवशेष ओ इतोपि अस्ति वा ओ अस्तु भवती एव पठतु आसत्य यस्य हलः इति सूत्रेण आर्धातुकप्रत्यये परे हल्लुत्रस्य यशब्दस्य लोपो नास्ति अपि तु यकारस्य एव तदा अतो लोपैः लोपः इत्यनेन अदन्ताङ्गस्य ह्रस्व अकारलोपो भवति आर्धधातुके प्रत्यये परे अनेन च अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तिकः अजादेशः स्थानिवद्भवति यस्मात् लेलिख्ययोगः इतव्य इति स्थले अनिष्टं गुणकार्यं न भवति, इष्टं रूपं च लेलिखितव्य इति जायते. तत्र तु प्रश्नः नास्ति. प्रथमं लेलिख्ययोगः इतव्य, प्रथमं हलः इति सूत्रं सूत्रस्य कार्यं भवति. तस्य तदा किं भवति, आदेः परस्य इत्यनेन आदिमवर्णस्य यकारस्य एव लोपः जायते, हल्लुत्तरस्य आदिम यकारस्य एव लोपः जायते, न तु पूर्णयशब्दस्य. तदा तु लेलिख इति प्राप्नुमः. अधुना आर्धधातुकप्रत्ययः अग्रे वर्तते, परे अस्ति. अलेलिख इति अदन्तम् अङ्गमपि अस्ति, तदा तु अथोलोपः इति सूत्रेण अदन्तङ्गस्य ह्रस्वकारस्य लोपः जायते, तदा तु ह्रस्वकारस्य स्थाने लोपादेशः जातः, तदा तु लेलिख् इति जातं, लेलिख् योगः इतव्य. अधुना प्रश्नः अस्ति, पुगन्तलघुपदस्य चैत्यस्य प्रसक्तिः अस्ति वा, प्राप्तिः अस्ति वा इति प्रश्नः जायते. तदा किं जातम् इत्युक्ते, अधुना अकारस्य स्थाने लोपादेशः जातः, परनिमित्तिक जातः, अकारस्य स्थाने लोपादेशः जातः. अधुना पूर्वविधिकार्यं यत् कार्यमस्ति, गुणकार्यं पुगन्तलघुपदस्य इच्छति, पूर्वविधिकार्यं तद् आगत्य यदा कार्यं कर्तुम् इच्छति, अधुना लोपं न पश्यति, किन्तु अकारं स्थानिवत् अकारमेव पश्यति इति कृत्वा उपादायाम् अधुना सः तु ककारं पश्यति, न तु इकारम् इति कृत्वा सूत्रस्य प्रसक्तिः प्राप्तिः न भवति. लेलिख् इति एव तिष्ठति, लेलिख् लोपः इतव्य, लेलिखितव्य इति रूपं प्राप्नुमः, साधुरूपं प्राप्नुमः. अस्तु. एतावत्पर्यन्तं कृतवन्तः भगिनि. समीचीनमासीत् भगिनि. तत् एकदेशविकृतिः अनन्यवति इति न लब्धं, न जानामि किमर्थं न लब्धं वा. अत्र अहम् एकनिमिषं मम पटलं पश्यति वा. पटलमस्ति खलु, पटलमित्युक्ते अत्र हो लुक् एट् बृहत् करणीयं. स्थानिवद् आदेशो अनल्विदो इति तत्त्वबोधिन्यामस्ति किम्? अस्तु, पश्यामि तद्. स्क्रीन् भगिनि, दिस् एण्ड् उपनेत्रम् उपनेत्रं ग्रहणं ग्रहणं वहस्पदार्थस्य ग्रहणं आवश्यकमस्ति अत्र, उपनेत्रग्रहणं. स्थानिवद् आदेशो अनल्विदो पश्यति वा, एकदेश तस्य अनन्यवत् वा पदत्वं फोर्थ् लैन्. अस्तु अस्तु, पश्यामि. तदनन्तरम् अत्र महाभाष्ये अपि पश्यतु, एकदेशविकृतस्य उपसङ्ख्यानम् इति. महाभाष्ये अपि च तस्य तत्त्वबोधिन्यां किल किल तत्त्वबोधिनी. अस्तु, पश्यामि. धन्यवादः भगिनि. अन्यत्र अन्यत्र अन्येषु सूत्रेषु पद्मञ्जर्याम् इति सर्वत्र न्यासे अपि दृश्यते भगिनि, सर्वत्र. अस्मिन्नेव सूत्रे किं? न, भिन्नभिन्नसूत्रेषु भिन्नभिन्नसन्दर्भे. अस्तु, बालमनोरमायां प्रौढमनोरमायां अपि दृश्यते अस्य तत्र परिभाषायाः प्रयोगः. तस्य परिभाषायाः प्रयोग उदाहरणसहितं कुत्रापि लभ्यते चेत् कृपया प्रेषयतु भगिनि. आं भगिनि, चिन्तयामि. अस्तुदेव यत्र यद्यपि तद् वयं पूर्वं महोदय देशविकृति रुदादिगणे आगच्छति एकदेशरुचि अहं मन्ये तत्र तत्र कृतस्य अहं मन्ये अत्र किमस्ति आर्धातुकप्रक्रियायेषु पठितम् I kept forgetting what it meant and then Mahode explained what happened to the wrong use of it really. यतो हि गूगल् मध्ये स्थापितं चेत् किमपि न दृश्यते एकदेशविकृतस्य इति खलु एकदेशविकृतस्य अनन्यवत् इति परिभाषा इति मया स्थापितं गूगल् मध्ये किमपि न लब्धम् अनन्यवत् इति अन्विषति एवम् अन्विषति चेत् प्राप्यते कृतं कृतं परन्तु अनन्यवत् इति अनन्यवत् परिभाषा इति एकपादभुजपीडासन अस्ति been used in many places प्रेरणार्थे निच् विशेषः अजन्तदातः मोदयसुखकरपत्रं प्राप्तं मया अहं प्रदर्शयामि अत्र प्रेरणार्थे निच् ओटु ओचु अस्तु तत्र वि लि योगः इ इत्यस्मिन् विभाषा लीयते इत्यनेन विकल्पेन ई स्थाने आ आदेशः भवति इति तदा ला इ इति ज्ञातम् अधुना लीलोर्नुक् लुकावन्यतरस्यां स्नेहविपातने इति अत्र लुकावः कथं भवति तत्र तु ली इत्यस्यैव तत्र लीलो इति इति धातोः एव भवति खलु किन्तु अत्र तु ला आदेशः जातः तर्हि लुकागमः कथं जायते इति प्रश्नः इति मन्ये तथापि मूलरूपं तु ली इत्येव आसीत् इति कृत्वा एकदेश अनन्यविकृतस्य अनन्यवात् इति परिभाषया नुगामः चिन्तयामः यतोहि प्रकृतेः ग्रहणं विकृतेः अपि ग्रहणम् इति सामान्यनियमः पठामि पुनः अग्रिमवर्गे पृच्छामि अत्रैव महोदय लिखितवान् इति परिभाषा अर्थः एवम् अस्ति यत् एकस्मिन् देशे विकारः भवति चेदपि मूलं तदस्य तस्य बीजे भवति चिन्नपुच्छ्वकुकुरः एव इति पुच्छं विना सकुकुरमेव इति इत्यस्य इत्युक्ते एक एक हल् वर्णस्य अपि विकृति भवति हल् वा अचुवर्णस्य वा विकृति यदि प्रत्ययस्य योजनं चेदेव तत्र भिन्नम् अङ्गं भवति औपदेशिकव्यवस्थायामेव अस्ति अस्तु उपदेशिकव्यवस्थायाम् अस्तु अस्तु अस्तु अत्र किञ्चित् अवगतं पुनः दृष्ट्वा पठामि किञ्चित् तर्हि भगिनी छिन्न इति यत् पदं भवति तत् तान्त् पदमस्ति खलु छिद् धातु तत् प्रत्ययेन सूर्येण नकार भवति तकारस्य अहं पठितवन्तः अहम् अन्वेषणं कृतवती किन्तु मया न प्राप्तम् एकनिमिषं पश्यामि हा सिद्धयोग चित्त खरीचनेन तकार भवति साधु चित्त यदि कोश अन्वेषणं कुर्मः छिन्न तत्र अहं न दृष्टवती छिन्न इति न छिद्धातोः किम् छिन्न छिन् इति पदं कथं निक्षिपणं भवति इति कथं जायते इति भगिन्याः प्रश्नः सकारस्य नकारः कथं जायते इति तत्र तु अस्ति नुन्न छिन्न इति कुत्रचित् त्रीणि त्रय धातवः सन्ति यत्र नकारः भवति छिन्न आप्न अपि आप्न आप्त आप्न भवति छिद्धातोः किल आं छिद् या छिद्धातोः अत्र छिदिर् अच्छा लट् छिद् तिप् भवति रुधादिभ्यः इति श्नं प्रत्ययः आगच्छति मध्ये खलु इक्तप्रत्ययस्य तु इष्टरूपं इति हा इक्तरूप हा श्नं प्रत्ययस्य कारणेन श्नं प्रत्ययमध्ये आगच्छति इति इक्तप्रत्ययस्य कथं वा अस्तु अस्तु अस्तु अस्तु छिनति अहं छिनति इति पश्यन् पश्यन्ति अस्मि छिनति इति लट् लट् लटि उपमासीत् लटि लटि लटि हा दर्शनं दातु इति अस्ति अहं वदिष्यामि भगिनि छिन्न इति छिन्न इति कृदन्तरूपं खलु भगिनि भगिनि रभाभ्यां निष्ठतो नः पूर्वस्य चः च दः इति सूत्रं पुनः वदतु नम्बर् क्यासि किम् अस्ति नम्बर् 842 अस्ति क्या 8242 242 रदाभ्यां निष्ठा तु नः पूर्वस्य अस्तु पूर्वस्य च दः इत्युक्ते आफ्टर् अस्तु किद् प्लस् त इति अस्ति खलु अधुना दकारात् परे यः तकारः अस्ति तस्य तु नकारः जायते अण्ड् even for the dakarah it becomes nakarah so it becomes chi in na iti bhavati both the takara and the dakara get substituted with the nakara likewise if we have a repa as well it happens for ra and isra ditta sthit tatrapi in tatra shirnam girnam vitirnavan iti asti kalu अस्तु निष्ठाप्रकारे नकारः भवति अनेन सूत्रेण निष्ठाप्रत्ययोः तव तु युक्तप्रत्ययोः तथा द्वापि समानं भवति साधु त्वातु न त्वा तु निष्ठास्ति खलु त्वापि निष्ठासूत्रम् अस्ति न निष्ठा त्वा द्वयोः छित्त्वा इति भवति त्वा अस्ति चेत् छित्त्वा भवति तव तु निष्ठा इति सूत्रमस्ति निष्ठा इति त तवतु परन्तु क्त्वा इक्त्वा प्रत्यये तत्र छित्त्वा भवति तवतु चेत् छिन्नवान् छिन्नवती इति अस्ति 1126 अस्ति भगिनि प्रत्ययद्वयं द्वयमेव निष्ठा प्रत्ययः वर्तते निष्ठा अत्रैव उक्तमस्ति उदाहरणरूपेण बिद्धियोगः इक्त निष्ठा इति प्रत्ययविधानं भिन्न इति जायते रथाभ्यां निष्ठतु पूर्वस्य च अधः इति सूत्रसङ्ख्या का उक्तवती भगिनि निष्ठासूत्रस्य 1126 तत्रैव प्रयोजनम् इत्युक्त्वा तस्य अस्य सूत्र अस्मिन् सूत्रे एव तस्य प्रयोजनं वर्तते निष्ठा इति संज्ञायाः प्रयोजनं कस्य सूत्रस्य विषयं तव तु निष्ठा इति अस्ति खलु 1126 तत्र कुत्र निश्चय अस्ति इत्युक्ते तेषु अन्यतमः वर्तते एतत् सूत्रम् मम पटले प्रदर्शयामि भगिनि. बिद्धियोगः बिन्दाय विरमामः वा? एकनिमिष, अहं पास् कृतवती. पास् प्रश्नः अस्ति, अस्मिन् विषये नास्ति किन्तु अन्यविषयः अस्ति. यदि इषु गमीयां च इति सूत्रमस्ति, तत्र यत् इषु अस्ति तत्र उच्चारणवास्ते अस्ति, अन्यपि तस्य कार्यं कारणमस्ति. भगिनी वदामि, इषु गमीयामां च इत्यनेन न इष्य इति धातोः इच्छा इति आगच्छति, इच्छति इति प्राप्नुमः. किन्तु तत् सुदादिगणीयधातुः अस्ति, साधु गम यम इति भवादिगणीयधातुः अस्ति. सो शकारादिप्रत्यये पडे इति छकार तत् छकार भवति. शकारादिप्रत्यये इति नास्ति, इष्य इति धातुः अस्ति, शकारान्तः इष्ट न इषु गमीयां च तत् त्रयधातव उक्तम् अस्ति तत् साधु. तत्र इष् गम यम गम् इति निर्दिष्टमस्ति, इक् निर्दिष्टमस्ति. अत्र तु चः इत्यस्मिन् गणकार्यं गणनिमित्तिकं कार्यं नास्ति खलु, केवलं शकारस्य चाने स्थाने चकारः इति प्रथमम् आयाति, तदनन्तरं केच इत्यनेन इच्च यच्च इति प्राप्नुमः. गच्छ इति सूत्रे इषु अस्ति उकार, तस्य किं प्रयोजनम् अस्ति? गमी इति अस्ति तु प्रयोजनम् अस्ति साधु, इका निर्दिष्टम् अस्ति गमी इति. अत्र उक्तमस्ति इषु इति इष् इति उकारसहित इष् इत्युक्ते सुदादिगणे अस्ति, नाट् दिवादि नाट् क्रियादि इति अष्टाध्यायीम् अस्मि. तद् वयं जानीमः इष् धातु इति सुदादिगणे अस्तु, किन्तु सूत्रात् इषु इति यदि पठामि रूपमेव इषु इति धातुः अस्ति, पश्यतु धातुः मूलरूपं धातु आम् इषु, इषु इति धातुपाठ हा इषु इच्छायां. गमि इति एवमेव मन्ये इति मन्ये, गम् धातुः नास्ति वा? गम्र धातु अस्ति, आम् गम्र गम्र अस्ति. मूलधातु इषु अस्ति. आम् आं भगिनि, इषु इति मूलधातु. यमपि यमेव अस्ति, यमि इति नास्ति, यमि इति नास्ति. अस्तु, तदपि चकारादेश भवति केवलं तदपि क्षितिपरे, क्षितिपरे एव भवति यम इति. किम् अस्ति यम इति? यम मूलरूपं यम इति अस्ति, केवलं धातोः तत्र इत्वं योजितम्, अत्र तु क्विप् प्रत्ययं योजयित्वा प्रदर्शितम्. इषु यम् इत्यनयोः क्विप् प्रत्ययः योजितः, गम् इत्यस्य अहं मन्ये इक् प्रत्ययः इका निर्दिष्टमस्ति खलु? तर्हि यमपि यमपि इका निर्दिष्टं किं? यमपि यम साक्षात् गम् अपि साक्षात् धातु अस्ति खलु? हा, परन्तु अत्रापि इषुगमि यमाम् अस्तु अस्तु, मया चिन्तितं यमे इति चिन्तितं यमाम् अस्तु, इषुगमि यमाम् अस्तु, अवगतं. षित् प्रत्ययपरे भवति इति अस्तु भगिनि, विरमामः तर्हि. धन्यवादः भगिनि, शुभ दीपावलि भगिनि. शुभदिवाले सर्वेभ्यः. एकनिमिष किं विकृतम् अन्यवत् किञ्चित् अस्तु अस्तु.